नमस्कारः. करपत्रमस्ति कर्मणि भावे च इति द्वितीयकरपत्रमस्ति. तत्र अत्र मिद् धातवः इति परिच्छेदः, निजन्तधातुषु मिद् धातवः इति. प्रथमम् अरुणा भगिनी वदति किं भगिनि, मिद् धातूनां कः विशेषः इति? मित्रं ह्रस्वः इति सूत्रं वदति. ये धातवः मित् मिताः अस्ति चेत् तेषाम् उपदाः स्वरः ह्रस्वः भवति. पूर्वं निच् प्रत्यया योजनेन गुणवृद्धिः भवति, दीर्घः भवति, परन्तु धातु मिताम् अन्तर्भूत धातु अस्ति चेत् ह्रस्वः भवति. पुनः मित् इति अन्तर्गणः वर्तते. तर्हि तत्र तु के के धातवः सन्ति इत्युक्ते भ्वादिगणस्य घटादयः इति उपगणः वर्तते. तत्र ये धातवः सन्ति ते अत्र योजिताः सन्ति, मित् अन्तर्गणे अपि सन्ति. अनन्तरं चुरादिगणे ण्यपादयः इति षड् धातवः अपि मित् अन्तर्गणे वर्तते इति. तेषां सर्वेषाम् अत्र किं भवति इत्युक्ते यत्र यत्र दीर्घस्वरः भवति तत्र तत्र मितां ह्रस्वः इति सूत्रेण उपादायः यदि दीर्घवर्णः आयाति चेत् प्रक्रियायां तस्य तु मितां ह्रस्वः इति आगत्य कार्यं कृत्वा तस्य ह्रस्वत्वं भवति इति सूत्रं नौ परे इति अस्ति. अग्रे अस्तु, तर्हि सरला भगिनी वक्तुमिच्छति किं भगिनि? अत्र न न मणिमहोदय वदति किं महोदय? महोदय बहु संक्षेपे अस्माकं पृष्टवान् उत्तरं दत्तवान्. चिन्वत् पक्षे अचिन्वत् चिन्वत् अपक्षे कः भेदः अस्ति? सो संक्षेपे महोदय उत्तरं इष्टवान्. संक्षेपे उक्तवान् चिन्वत् पक्षे भवति स्यूतास्यु भावकर्मणो उपदेशे जनः नगृशां चिन्वत् पक्ष चिन्वत् यत्र भवति तत्र असिद्धव तत्राभात् अनेन रेण इति अनेन इदागमस्य लोपः भवति. किन्तु चिन्वत् अपक्षे यत्र अस्ति तत्र इडागमः भवति आधधातुकस्य वलादे अनेन. सो यत् चिन्मुलो दीर्घो अन्यतरस्यां तत् सूत्रस्य प्रसक्तिः आगच्छति यत्र स्यसि इति सूत्रं कार्यं करोति कारणकि चिन्वत् आगच्छति. अनेन तत्र रूपद्वयम् आगच्छति यत्र आर्धधातुकस्य बलादे अस्ति तत्र चिन्वत् चिन् नास्ति अतः तत्र केवलम् एकं रूपं भवति. भेदः अस्ति द्वयोः. मणिमहोदय चिन्मलो दीर्घो अन्यतरस्याम् इति सूत्रं किञ्चित् वदति किं पुनः स्मारय अस्मान् स्मारयति महोदय. चिह्नंलो दीर्घो अन्यतरस्यां सूत्रेण यत्र यत्र चिन् परके नमुल् परके च नौ परे मिताम् अङ्गानाम् उपधा दीर्घः भवति अन्यतरस्यां. यत्र यत्र उपधायां दीर्घस्वरः अस्ति अत्र स्वर मिदं ह्रस्व इति सूत्रेण ह्रस्व भवति. यदा चिन् प्रत्ययपरे नबुल् प्रत्ययपरे अपि यत्र निच् परे अस्ति सामान्यसूत्रं नौ परे तु मिदां ह्रस्वः इति कार्यं करोति. किन्तु नौ परे चिन् परे मुल् परे परके तु यत्र वितामङ्गानां विकल्पेन दीर्घरूपमपि भवति इति चिन्नमलो दीर्घनित्यस्याम् इति विकल्पेन. पूर्वं पठितवन्तः निजन्तरूपे यदा निच् प्रत्ययः भवति तत्रापि विदां रसः कार्यं करोति इति, परन्तु चिन् परके नमुल् परके इदानीमेव संयोजितमस्ति त्रयं महोदय. आं महोदय, किम् किमर्थमित्युक्ते एतावत्पर्यन्तं वयं चिन् इत्यस्मिन् विषये न पठितवन्तः खलु, चिन्वद्भावः इति विषये. अत्र नौ परतः इति अपि अस्ति, तर्हि मितां ह्रस्वः अपि कार्यं करोति अत्र, मम संशयः जातः. तर्हि मितां ह्रस्वः इत्यनेन दीर्घ ह्रस्वत्वं भवति किं नौ परे. पुनः अत्र सूत्रे उक्तमस्ति नौ परे विकल्पेन दीर्घत्वं भवति इति. तर्हि तस्मिन् विषये किञ्चित् चर्चनीया. भवतां का चिन्तनं किम् अस्ति? भगिनि महोदय उक्तवान् रौ परे इति अस्ति तादृश ऋण अस्ति यस्य परे चिन् वा रमुल् इति आगच्छति. चिन् रमुल् इति रौ तस्य विशेषणं भवति खलु. हा परक इति कारणं कृते विशेषणम् अस्ति ऋकारस्य तत्र तर्चन् परके क प्रत्ययोजनेन विशेषणम् आगच्छति इति महोदय उक्तवान्. तर्हि नौ परे अनन्तरं चिन्नपि परे अस्ति चेत् एव कार्यं करोति खलु. आम् आम् यत्र चिन् परे अस्ति वा तत् तीव्र तादृश तादृश सर्वे रकार तस्य तत्र कार्यं न भवति यत्र केवलं चिन् अस्ति वा रमोल् अस्ति. अस्तु भगिनि धन्यवादः भगिनि. आम् उत्तमं धन्यवादः. अस्तु अग्रे पश्यामः तर्हि अग्रे महोदय एकः प्रश्नः अत्र लङ् लुङ् किं भेदः द्वयोः अपि अनन्तरं लुट् लुट् लिरिट् तयोः लिरिट् अहं वदामि लुट् इत्यस्य अर्थः कः किं कालः इति वदामि महोदय. अत्र प्रथमम् आसीत् भवतः एकनिमिषम् लुट् लिरुङ् अनन्तरं लुङ् त्रीण्येव सन्देहः अस्ति. न श्रूयते भगिनि. एकनिमिषं भगिनि एकनिमिषं मम अन्यत् एकनिमिषम् अस्तु महोदय एकनिमिषम् अहम् अत्र भवान् दूरवाणी आगतवान् किं नो चेत् सङ्गणके आगतवान् किं दूरवाणी ओ दूरवाण्या नो चेत् सङ्गणके अहं शेर् करोमि इति चिन्तितवती नो चेत् ईपत्ररूपेण प्रेषयामि. अत्र किम् अस्ति चेत् अत्र संस्कृते तु अद्यतन अद्यतन अनद्यतन इति भेदः वर्तते. अत्र अद्यतन इत्युक्ते अद्यतनभूतकाल अद्यतनभविष्यत्काल इति विषयः वर्तते. नो चेत् सामान्यभविष्यत्काले इति अद्यतनभविष्यत्कालः इत्युक्ते यत् अधुना आरभ्य रात्रिपर्यन्तं यत् भविष्यति तत्तु अद्यतनभविष्यत्कालः इति वदामः. सामान्य इत्युक्ते अद्यपि भवितुमर्हति, अनन्तरं श्वः अपि भवितुमर्हति, परश्वः अग्रिमसंवत्सरे अपि भवितुमर्हति. अनन्तरमस्ति अनद्यतन इत्युक्ते अद्य रात्रिपर्यन्तं नास्ति, तदनन्तरं यद्भवति अनद्यतन भविष्यत् भूतकालः इति वदामः चेत् भूतकालः अस्ति किन्तु अद्य नास्ति इति विषयः. अद्यतन इदानीमपि नैट् पर्यन्तं लुट्लकारः वा? तदेव, न तद् वदामि अहं किम् इत्युक्ते लट्लकारः इत्युक्ते अधुना यत् वर्तमानः अस्ति सः तु लट् अस्ति खलु. भूतकालविषये वयं चिन्तयामः. भूतकाले लङ् लकारः वयं पठितवन्तः, किन्तु लङ् लकारः अनद्यतनभूतकालः अस्ति. इत्युक्ते अद्य प्रातःकाले पञ्चवादने भवान् यत् कृतवान् तत्तु भूतकालः एव अस्ति. अधुना षड्वादने सार्धषड्वादने अभवत् खलु भवतः कृते, किन्तु पञ्चवादने यत् कृतवान् तत्तु भूतकालः अस्ति किन्तु अद्यतनभूतकालः अस्ति खलु. तर्हि अहं किम् अस्ति अहम् उत्थितवान् इति वदति चेत् पञ्चवादने उत्थितवान् प्रार्थितवान् इति वदति चेत् समीचीनमस्ति. किन्तु प्रार्थयम् इति वदति चेत् तत् दोषाय, लङ्लकारप्रयोगः दोषाय. किमर्थम् इत्युक्ते लङ्लकारः अनद्यतनार्थे अस्ति. अनद्यतनस्य कृते एव भवितुमर्हति लङ् लकारः. अपठत्, अभविष्यत् इति रूपाणि अभवत् किमस्ति किमस्ति क्षम्यताम् अभवत् इति रूपाणि खलु. अपठत्, अभवत्, अलिखत् इति रूपाणि सर्वाणि तु अनद्यतने एव भवितुमर्हति. किन्तु सामान्यभूतकालरूपमपि अस्ति, तदस्ति लुङ् इति. तत्तु सामान्यभूतकाल इत्युक्ते अद्यतन अद्य पञ्चवादने प्रातःकाले पञ्चवादने वादने यत्किमपि कृतवान् तस्य कृते भवान् उपयोक्तुं शक्नोति. अनद्यतनार्थे अपि उपयोक्तुं शक्नोति, किन्तु सामान्यभविष्यत्कालः इत्युक्ते अद्य वा ह्यः वा परह्यः वा अस्ति, सर्वेषां कृते अपि प्रयोक्तुं शक्यते. किन्तु सामान्यतया संस्कृतभारत्यां लुङ्लकारः वयं न पठामः. प्रथमपञ्चवर्षेषु वयं न पठामः. लिट् इति अस्ति. लिट् इत्युक्ते वयं साक्षात् अस्माकं किम् चक्षुभिः वयं न दृष्टवन्तः, चक्षुभ्यां न दृष्टवन्तः, परेषां अन्ये यत् उक्त्वा वयं जानीमः तत्तु परोक्षभूतः अस्ति, तत्तु लिट्लकारः अस्ति. यदा रामायणे किम् अभवत् तत्सर्वं तु वयं तु साक्षात् रामायणकाले वा महाभारतकाले काले वा वयं तु न आसन् खलु, आसन् वयं तु न आस्म इति कृत्वा तस्य कृते वयं लिट्लकारस्य प्रयोगं कुर्मः. अस्तु महोदय. भविष्यत्काले अपि अनद्यतनभविष्यत्कालः अस्ति. वयं सामान्यभविष्यत्काल संस्कृतभारत्यां सामान्यभविष्यत्कालस्य पाठः पाठ्यते संस्कृतभारत्या. इत्युक्ते वृष्टिः भविष्यति इति वदामि चेत् अद्यपि भवितुम् अर्हति, सामान्यभविष्यत्कालः अस्ति. तर्हि अद्य रात्रि अपि रात्रौ अपि भवितुमर्हति वृष्टिः, नो चेत् श्वः अपि भवितुमर्हति, परश्वः अपि भवितुमर्हति, सामान्यभविष्यत्कालः अस्ति. इत्युक्ते अद्य इत्यस्य अपि प्रयोक्तुं शक्यते अद्य कृते अपि. तत्तु लृट् अस्ति. अनन्तरं लुट् इति अस्ति. लुट् तु अनद्यतनभविष्यत्कालार्थे अस्ति. अस्तु वा लृट्? लुट् महोदय पूर्वम् उक्तवान् इदानीमपि तः नैट् पर्यन्तम् इति लुट् लकारे. लुरुट् अपि न लृट् तु नैट् पर्यन्तं न भवति, अनद्यतनः अस्ति लुट्. लुट् अनद्यतन वा? आम् आम्. भविता इत्युक्ते अहं पठिता, श्वः पठिता, इत्युक्ते अहं पठिता इति वदामि चेत् अहं श्वः पठिता इति एव अर्थः भवति. अद्य अहं न पठिता, यदि पठिष्यामि चेत् पठिष्यामि इति एव वक्तुं शक्नोमि. अद्य रात्रौ पठिष्यामि इति साधुरूपं, किन्तु श्वः पठिष्यामि तदपि साधु एव, श्वः पठिष्यामि अपि साधु अस्ति वाक्यं. किन्तु यदि अहं वदामि अहं अहं क्षम्यतां सः श्वः पठिता, सः इति प्रथमविभक्तिः अस्ति, रूपमस्ति. सः श्वः पठिता इत्युक्ते सः तु अद्य पठिता इति न प्रयोक्तुं शक्यते, श्वः आरभ्य एव. अनद्यतनार्थे अस्ति लुट्. अस्तु महोदय. लृङ् इति तु सम्भावनार्थे लृङ् इति पठितवन्तः खलु वयं. यदि वृष्टिः अभविष्यत् इत्युक्ते वृष्टिः न अभवत्, सस्यवर्धनमपि न भवति, चिन्तयतु न अभवत् एव, भूतकालम् अस्ति. किन्तु यत् न सम्भूतं तस्मिन् विषये वयं वदामः. महोदय, लृङ् भूतकाले वा? भूतकाले एव, परन्तु लृङ् आम् लृङ् तु सम्भावना अस्ति महोदय. इदानीमेव लै सम्भत सम्भावनार्थे, सम्भावनार्थे इत्युक्ते तथा न सम्भूतमेव. It did not happen that way. It didn't rain, okay? It didn't rain, but if I tell you, okay, if it had rained, then we would have obtained water. Yadi vrishtihi abhavishyat tarhi jalam apraptyat iti. But the truth is, it never happened. धन्यवादः महोदय. इति अपि अस्ति खलु किं भगिनि? इट् नेवर् हेपेण्ड्. वाट् यु मीन् बै दट्? अभविष्यत् इति लृङ्लकारः. भवन्तः यदि किम् अस्ति पुस्तकं, भाषाप्रवेशद्वितीयभागे अस्ति लृङ्लकारस्य विषये, पाठद्वयं वर्तते. गीतासोपानस्य द्वितीयभागः, भाषाप्रवेशस्य द्वितीयभागे अपि वर्तते. लृङ्लकारस्य विषये पठनं भवति, सम्भावना अपि लृङ्. वयं न पठितवन्तः. पठितवन्तः भगिनि, भवती न पठितवती किम्? न, लृङ् न, लृङ् लुट् न पठितवन्तः. गत्वा प्रायः विस्मृतवती, गत्वा अनन्तरं गत्वा पश्यतु तत्र. अस्तु भगिनि, अस्तु. अनन्तरम् अस्ति विदिर्लिङ्ग् आशीर्लिङ्ग् इति, आशीर्वचनार्थे आशीर्लिङ्ग्, विद्यार्थे विदिर्लिङ्ग्. एवं कर्तव्यं भवेत् इति एतरूपमस्ति, निश्चयेन कर्तव्यम् इति अस्ति विदिर्लिङ्ग्, विद्यार्थे विदिर्लिङ्ग्. नो चेत् विदिर्लिङ्ग् अपि सम्भावनार्थे अपि भवति, प्रायः एवं करोतु इति अर्थे. लोट् यथा कुठा एव विदिर्लिङ्ग् अपि अस्ति. आज्ञाप्रार्थना इति सर्वम् आगच्छति खलु लोट् लकारः, तथा एव अस्ति विदिर्लिङ्ग् अपि. समानार्थे विदिर्लिङ्ग् प्रयोक्तुं शक्यते. लोट् लकारस्य कुत्र कुत्र प्रयोगः भवति तत्र तत्र विदिर्लिङ्ग् इत्यस्य प्रयोगः भवितुम् अर्हति. अनन्तरम् अस्ति लेत् इति अस्ति, लेत् तु वेदे एव इति दशलकारः. लेट् किं महोदय? वेदे एव प्रयुक्ताः सन्ति. अहम् एपत्ररूपेण प्रेषयिष्यामि महोदय. भगिनि सर्वेषां प्रेषयतु. आं भगिनि, निश्चयेन प्रेषयतु. धन्यवादः महोदय, गृहकार्यं कृतवान्. धन्यवादः महोदय. अत्र किञ्चित् पश्यन्तु, लृङ् इत्युक्ते किमर्थम् इत्युक्ते तत्तु प्रयोगे वयं न उपयोगं कुर्मः इति कृत्वा वयं सर्वे कृत्वा वयं सर्वे विस्मरामः. तर्हि गीतासोपन द्वितीयभागे पश्यन्ति चेत् तत्र भविष्यति लृङ्लकारः. आम् आसीत् अहम् आसीत्. तर्हि कर्मणि भावे च इति पुष्पा भगिनी आरब्धुम् इच्छति किं? लृङ्लकारः कर्मणि भावे च, तर्हि वयं लुङ्लकारः इति वदामः चेत् किम् अस्ति? सामान्यभूतकालः अस्ति, इत्युक्ते अद्य प्रातःकाले अपि भवितुमर्हति, ह्यः अपि भवितुमर्हति, गतसंवत्सरेपि भवितुमर्हति. लुङ्लकारः लुङ्लकारः कर्मणि भवे च. लुङ्लकारेण सामान्यभूतकालः व्यक्तीक्रियते. अपरेषु लकारेषु एकस्य लकारस्य एकविध तिङ्प्रत्ययाः भवन्ति. लटि लोटि लङि विधिलिङ्गि लिटि. एकनिमिष भगिनि, इदानीम् अहम् एतत् च जगे गच्छामि. एकनिमिष एकनिमिष लटि लोटि लङि विधिलिङ्गि लिटि रुटि लुटि लृङ्गि आशीर्लिङ्ग् लिङ्गि. येषु सर्वेषु प्रत्येकं लकारस्य एकप्रकारक तिङ्प्रत्ययाः भवन्ति. यथा लटि ति तः अन्ति सि तः ता इत्यादयः प्रत्ययाः. अस्तु वदामि. लुङ्लकारेण सामान्यभूतकालः लुङ् लुङ् एव वयं अपश्यत ते सर्वेण अपश्यत् लङ् अस्ति लङ्लकारः लुङ्लकारे लुङ्लकारः सामान्यभूतकालः अस्ति. सामान्यभूतकालः इति वदनेन इत्युक्ते अद्य नास्ति इति अनद्यतन. यत् अनद्यतन नास्ति अद्यापि प्रयोक्तुं शक्नोति. अनद्यतनस्ति अनद्यतनाद्यपि अस्ति तत्तु सामान्यभूतकालः अस्ति. अस्तु अस्तु अस्तु. अपरेषु लकारेषु एकस्य लकारस्य एकविध तिङ्प्रत्ययाः भवन्ति. एतत् लटि लोटि सर्वे लटि तीतः अन्ति सीतः था इत्यादयः सन्ति. लोटि तु तु तु तु तात् अन्तु सम्यक् सामान्यतया एते सर्वे अस्तु. किन्तु लुङ्लकारे कर्तरि प्रयोगे द्वादशप्रकारकाः प्रत्ययाः सन्ति. स्विच् प्रत्ययस्य लुक् स्विज् लुक् इत्यनेन निष्पन्नाः प्रत्ययाः परस्मैपदे एव. सक् आगमेन निष्पन्नाः प्रत्ययाः परस्मैपदे एव. एते सर्वे कर्तृप्रयोगे अस्तु. आङ् प्रत्ययेन निष्पन्नाः प्रत्ययाः प्रस्मैपदे आत्मनेपदे च किन्तु कर्तर्ते एव. चङ् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च किन्तु कर्तृत्वे च एव. क्ष प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च. सिच् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च. अत्र सिच् प्रत्ययस्य लुक् तत् लुक् आगच्छति. इत् योगः स्विच् प्रत्ययेन निष्पन्नाः प्रत्ययाः परस्मैपदे आत्मनेपदे च. अस्तु वदामि या न वदामि? अवगतं खलु? अवगतं. भगिनि मम प्रश्नः, दशविधप्रत्ययाः भवन्ति इति कृत्वा बहु कठिनमस्ति. अस्माकं प्रथमेषु सोपानेषु बहु कठिनं भवति इति कृत्वा एव संस्कृतभारत्याम् अस्मिन् विषये न पाठ्यते. तर्हि अत्र अत्र किम् इत्युक्ते भिन्नभिन्नप्रत्ययाः भवन्ति इति, कदाचित् धातुम् अनुसृत्य तत्र भेदः भवति, भिन्नभिन्नप्रत्ययः आगत्य विकरणप्रत्ययस्य प्रथमं तु इच्छति आगच्छति, छ्लि इति आगच्छति, लुटि तु छ्लि इति प्रत्ययः भवति, अनन्तरं छ्लि इत्यस्य स्थाने अन्ये प्रत्ययाः आगत्य कार्यं करोति. भगिनि मम प्रश्नः अस्ति, ये सर्वे प्रत्ययाः सिच् सक् आङ् याङ्, ते सर्वे विकरणप्रत्ययाः सन्ति वा कीदृश? ते सिद्ध तिङ्गप्रत्ययाः न सन्ति, साधु विकरणप्रत्ययाः एव सन्ति, किन्तु विकरणप्रत्ययमनुसृत्य न सन्ति, लकारे एव आगच्छति, धातुम् अनुसृत्य लकारस्य सोपाने एव परे परेतीतः अन्ति आगच्छति. तत्रापि तत्रापि भिन्नभिन्नकार्याणि भवन्ति. तिङ्प्रत्ययः तु सन्ति एव, यत्र क्रियापदमस्ति तिङ्प्रत्ययः तु भवन्ति एव, किन्तु तस्य स्वरूपस्य भेदः अपि भवति एतेषाम् आगमनेन. मूलप्रत्ययः सति त आतां झ लैक् अभावे कर्मणि अस्ति तु आत्मनि पदे तस्मात् आगच्छति, साधु त आतां झ था सां द्वयिमयि अनेके सन्ति. आं भगिनि, अस्तु. तत्तु सिच् प्रत्ययस्य लोक् सिज् लोक् तत्तु कोऽपि नास्ति. आं सत्यं, सक् इति धातु अनुसृत्य तादृशकार्याणि भवन्ति. सक् इति एव अस्ति चेत् अकारः एव तिष्ठति. अन्तिमवर्णं कदाचित् अन्तिमवर्णम् अनुसृत्य, कदाचित् किमस्ति उल्लिखिताः सूत्रेषु उल्लिखिताः भवन्ति एतेषां धातूनां कृते एषः प्रत्ययः इति. तत्तु सक् इति अस्ति चेत् अकारः एव तिष्ठति. तत्तु द्रष्टव्यं भगिनि, प्रायः तस्मिन् स्थाने अन्यप्रत्ययः अपि भवितुं मया तु पूर्वं न पठितं, न वक्तुं निश्चयेन. अग्रे गच्छामः. तर्हि पश्यन्तु, अत्र केचनाः प्रत्ययः केवलं परस्मैपदी एव भवन्ति, किन्तु केचनाः अन्यत् अनन्तरं कुत्रचित् पश्यामः चेत् कर्तृते एव भवन्ति. आहत्य पश्यामः चेत् अग्रे कः अस्ति, अरुणा भगिनी पठति किम्? अनेन भगिनी अन्य भगिनी क्षम्यतां, यत्र परस्मैपदी अस्ति मीन्स् कर्तृते एव भवति, साधु सर्वे नास्ति, सर्वे तत्र नास्ति, आत्मनेपदे भावार्थे तु केवलम् आत्मनेपदी आगच्छति कर्मणि भावे. परस्मैपदी इति उक्त परस्मैपदे एव इति अस्ति चेत् कर्तृते एव भवति, तत्र वक्तव्यं. किन्तु किन्तु कः भेदः अस्ति? ओ तत्र आत्मने ओ परस्मैति द्वे अस्ति, साधु तत्र कर्तृके अपि दत्तम् अस्ति, कारण कि आत्मनेपदी अस्ति इति कर्तृके अस्तु एव इति दत्तं, यत्र परस्मैपदी एव अस्ति तत्र तु वक्तव्यम् इति नास्ति खलु? नास्ति, लघु अस्तु. अरुणा भगिनी पठति. आं भगिनि, अनेन अवगम्यते यत् लुनकारस्य भावे कर्मणि च खस् प्रत्ययेन सिच् प्रत्ययेन एव सिद्धति प्रत्ययः, सिद्धतिङ्प्रत्ययः भवन्ति. लुङ्लकारे सामान्यधातूनां कृते कर्तत्रे यस्य यस्य धातोः यत् तिङ्गन्तरूपं भवति तस्य तस्य धातोः तत् तदेव तिङ्गन्तरूपं भवति कर्मणि भावे च. केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः इत्यनेन तिबादयः प्रत्ययः आत्मनेपदिन एव भवन्ति. अत्र सूत्रम् अत्र दत्तं दुङ्लकारे भावे कर्मणि विषये पश्यामः. भगिनि तत् प्रथमं पश्यतु, सिच् प्रत्ययस्य सिच् लुक् ये निष्पन्नाः प्रत्ययाः तु परस्मैपदे एव सन्ति खलु, अत्र महोदयं दत्तमस्ति खलु, तर्हि तद् भवितुम् अर्हति किं यत्र भावकर्मणोः इति? वयं तु जानीमः कर्मण्यर्थे चेत् भावे कर्मणि अस्ति चेत् आत्मपदिरूपाणि एव प्राप्नुवन्ति, तर्हि एतद् भवितुम् अर्हति किं प्रथम प्रत्याः ये निष्पन्नाः? द्वितीयः भवितुम् अर्हति किम्? सक् आगमन आगमने निष्पन्नः प्रत्ययः अत्र परस्मय भावकर्मणि न भवति कर्तं वदतु अङ् प्रत्ययेन निष्पन्नः प्रत्ययः अत्रापि कर्तत्रे एव न भवति आम् सङ् प्रत्ययेन निष्पन्नः प्रत्ययः अत्रापि कर्तत्रे एव न भवति प्रत्ययेन निष्पन्नाः प्रत्ययः अत्र भावकर्मणे अपि भवितुम् अर्हति खलु किमर्थमित्युक्ते आत्मनेपदिरूपं प्राप्तुं शक्नुवन्ति अनन्तरं सिच् प्रत्ययेन निष्पन्नाः प्रत्ययः अत्रापि अन्यत् अस्ति इड् प्लस् सिच् इदागमः अस्ति सिच् प्रत्ययः एव अस्ति सिच् इति प्रत्ययद्वयस्य एव प्रत्ययाः भवन्ति भावकर्मणो इत्यनेन अस्तु अग्रे पठामः अत्र परन्तु लङ्कारे अन्यधातवः तिङन्तरूपमेव भावकर्मण्योपि अपि भवति परन्तु भावकर्मणोः सूत्रेण तिबादयः प्रत्यय योजितं भवति आत्मनेपदी प्रत्ययाः योजितानि भवन्ति आत्मनेपदीरूपमेव प्राप्नुवन्ति इति रूपं समानं भवति किमर्थम् इत्युक्ते वयं तु पूर्वमेव घटितवन्तः सार्वधातुके इत्यनेन सार्वधातुकलकारेषु एव यक् प्रत्ययः आगच्छति अत्र तु अत्र तु अस्माकं लुङ् लकारः तु आर्धधातुकलकारः अस्ति इति कृत्वा अत्र तु अत्र किमस्ति यक् प्रत्ययः न विद्यते इति कृत्वा रूपस्य भेदः न भवति साक्षात् कर्तृत्वे कर्मण्यर्थे रूपं समानं भवति केवलम् आत्मनेपदी अन्ते तु आत्मनेपदी प्रत्ययाः आगच्छन्ति इति एव सन्ति भगिनि एकं स्टूपिड् क्वश्चन् अस्ति खस् दातु खा एव उक्तं न उक्तं भगिनि उत्स इति दातुः खलु कथं कथं वदनीयम् प्रयत्नं करोमि मङ्गलवारात् अग्रेपि पठतु भगिनि लुङ्लकारे केचन विशिष्टदातवः सन्ति येषां कृते विशेषनियमाः सन्ति तेषां रूपाणि कथं भवति इति अग्रे प्रदर्श्यते लुङ्ल विशिष्टदातवः सन्ति लुङ्लकारे तत्र कथं रूपं निष्पन्नं भवति इति अग्रे प्रदर्श्यते अधुना पठामि भगिनि भवन्ति किन्तु भगिनी सामान्यधातव यथा पठ भू धातु सर्वे तस्य अपि लुङ्लकार भवितुं शक्नोति साधु एवं मन्ये आम् इति मन्ये भगिनि आं भगिनि अस्तु अत्र शलन्त इगुपदा अनिप् धातवः धातवः येषां सप्तदशानां धातूनां कर्मणि भावे च रूपाणि भवन्ति क्स प्रत्ययेन निष्पन्नैः प्रत्ययैः तदर्थं शलन्तधातु इगुपदा अनित् धातवः कृष् दिश् मृष् ऋष् ऋष् दिश् विश् पृष् कृष् त्विश् द्विश् श्लिश् मिह् रुह् लिह् दिह् एतानि धातवः सप्तदश धातवः विशिष्ट अत्र ये इगु उपदा अनित् धातवः शलन्त इगु उपदा अनित् धातवः शलन्त इति अनेन शल् प्रत्याहारे वर्णाः अन्ते अस्ति प्रदत्तु इग् इक् वर्णः अस्ति उपदाय अनिट् अपि अस्ति दातु तदेव क्षा इति आगच्छति कृते आगच्छति सूत्रं श्ला इगु क्षम्यताम् शल इगुपद इगुपद अनीत युगुपदात् अनिट् क्वस युगुपदः सलन्तदातवः अनिट् चिलिप्रत्ययोस्य स्थाने श आदेशः भवति चिलेः सिच् इत्यस्य अपवादः युगुपदसलन्तदातवः सप्तदश सन्ति स आदेशः ककारस्य इत् समीका लोपस्य स तिष्ठति अयं स तिक्त इक् उपदायस्य सः युगुपदः बहुविधिः तस्मात् युगुपदाः न विद्यते इट् यस्य सः अनिट् बहुविधिः तस्य अनिट् येन विधि तदन्तस्य इत्यनेन तदन्तविधिः सलः धातोः सलः पञ्चम्यन्तम् युगुपदात् पञ्चम्यन्तम् अनिट् षष्ठ्यन्तं सः प्रथमान्तम् अनेकपदम् इदं सूत्रं चिलेः सिच् इत्यस्मात् चिलेः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमाविकारे यम् इत्यस्मात् धातोः इत्यस्य अधिकारः अनिवृत्तिसहितसूत्रं युगुपदात् चलः धातोः अनिट् चिलेः सः सूत्रं वदति सल् यत्र सलन्दत् प्रत्याहारे अस्ति वर्णः अन्ते अस्ति धातूनाम् अत्र उपदः अपि युगुपदः चिलि प्रत्ययस्य तत्र अनिट् अपि भवति चिलि चिलि प्रत्ययस्य स्थाने स आदेशः इति सूत्रं वदति महोदय अनन्तरं चिलेः सिच् इत्यस्य अपवादः तत् अहं न जानामि महोदय किं भेदः अस्ति अत्र चिलेः सिच् सलः युगुपदः अनिट् सः इति भवान् पूरयतु अनन्तरं वदामि अस्तु महोदय स ककारस्य कथं भवति इति अत्र ककारः यत् समीपे भवति तस्य लोपः अनन्तरं स एव तिष्ठति अनन्तरं सः कित् प्रत्ययः अत्र गुणनिषेधः इति अपि भवति अनन्तरं उपधयः इत् प्रत्ययः तदपि अनीत् इति अत्र सूत्रे उक्तमस्ति महोदय किमित्युक्ते अत्र वयं तु अस्माकं तु श्ली लुङि इति सूत्रमस्ति खलु लुङ् लुङ् लकारे श्ली प्रत्ययः भवति विकरणप्रत्ययः तु श्ली भवति इति किन्तु श्ली इति यद्यपि पाणिनिना उक्तं श्ली इति किमपि तत्र कार्यं न भवति श्ली इति साक्षात् तत्र आदेशः न भवति एव किमर्थम् इत्युक्ते श्ली इत्यस्य स्थाने अन्यविकरणप्रत्ययाः आगच्छन्ति यथा इक्स प्रत्ययः एतादृशप्रत्ययाः आगच्छन्ति श्ली इति साक्षात् तस्य कार्यं किमपि नास्ति यद्यपि सूत्रे उक्तमस्ति श्ली लुङि इति श्ली विकरणप्रत्ययः इति किन्तु श्ली इति विकरणप्रत्ययस्य किमपि कार्यं न भवति तस्य स्थाने अन्यप्रत्ययाः आगच्छन्ति आदेशः भवति तस्य स्थाने औत्सर्गिकसूत्रं सामान्यतया पश्यामः चेत् श्ली लुङि क्षम्यतां श्लेः सिच् इति सूत्रेण श्ली यत्र आदेशः भवति लुङ् लकारे वा आदेशः खलु तर्हि तत्र यत्र च्लि आगच्छति सामान्यतः तत्र तु च्लि इत्यस्य स्थाने सिच् आगत्य तत्र उपविशति तर्हि श्लेः सिच् इति औत्सर्गिकसूत्रमस्ति सामान्यसूत्रमस्ति अनन्तरम् औत्सर्गिकसूत्रम् इति वदनेन किं किं सामान्यसूत्रं जेनेरिक् इति सामान्यसूत्रमस्ति किन्तु तस्य अपवादत्वेन किं भवति यत्र धातुः अनिटः सन्ति शलन्ताः सन्ति अनन्तरं युगुपदाः सन्ति तेषां कृते इक्स इति प्रत्ययः आगच्छति अपवादत्वेन आगच्छति खलु इति कृत्वा तदेव महोदयेन अत्र लिखितं श्लेहे सित् इत्यस्य अपवादसूत्रमस्ति शल युगुपदात् अनिटः सः अत्र ये प्रत्ययस्य नियमः अस्ति तदेव अत्रापि सप्रत्ययः अपि भवति परन्तु अपवादः न अपवादः इत्युक्ते स्लेह इत्यस्य कार्यमेव न भवति खलु तत् समान युगपद आगमनं भवति स्लेहे सिच् अपि आगत्य कार्यं कर्तुम् इच्छति अनन्तरं शल युगुपद युगुपदाद् अनितः स इति सूत्रमपि आगत्य कर्तुं कार्यं कर्तुम् इच्छति किन्तु न्यूनक्षेत्रं तु चलयुगुपदादनिटः इत्यस्य अस्ति इति कृत्वा स प्रत्ययस्य विधानं भवति प्रसक्तिः अस्ति किन्तु कार्यं न भवति. किमर्थमिति आगच्छति इति, नो चेत् सूत्रनिरवकाशं भवति खलु. अत्र इक्स इत्यस्य ककारस्य लिसंज्ञालोपः केन सूत्रेण भवति? तर्हि इक् इत्यस्य लोपः भवति इति कृत्वा कित् अस्ति इति वदामः खलु. इक्स प्रत्ययः कित् प्रत्ययः अस्ति इति तावदेव. अग्रे सूत्राणि अत्र प्रत्ययाः किञ्चित् पठति किं महोदय, मणिमहोदय, आवलिः कर्तव्ये सकृत्येन तदेव सूत्रे एव. कर्तव्ये सकृत्येन निष्पन्नाः आत्मनेपदी समीकप्रत्ययाः इमे सद सातां सन्त सदाः सातां सद्वं सि सावहि सामहि. अत्र इत्युक्ते आत्मनेपदी प्रथमपुरुषे एकवचने तव प्रत्ययः, अनन्तरं द्विवचने आतां, बहुवचने अन्ते इति. अत्र आतामन्त ताः आतां ध्वम् इ आवहि आमहि इति सूत्र इति सामान्यतया आगच्छति. आदौ आगच्छति स आतां सातां सन्त सताः साथां सद्वं सि सावहि सामहि. अग्रे धन्यवादः. अहं प्रेषितवती महोदय, दशलकाराणां विषये पृष्टवान् खलु अहं, तत्र ईपत्ररूपेण प्रेषितवती महोदय, चित्रमपि प्रेषितवती. प्राप्तवन्तः खलु. अत्र भूत अत्र सामान्य यत्र आगच्छति भविष्यत्कालः वा भवतु, सामान्यभविष्यत्कालः वा भवतु, भूतकालः भवतु, यद्यपि अद्यतने इत्यस्य पार्श्वे अस्ति तथापि यत्रचित् अपि यत्र कुत्रचित् अपि प्रयोक्तुं शक्यते इत्येव अस्ति. अनद्यतनयार्थेपि सामान्यभूतक सामान्य इत्यस्य प्रयोक्तः प्रयोगः भवति, अद्यतनार्थेपि भवितुमर्हति इति. सप्तमदस्य तृतीयपादे एकाधिकम् एकशतसूत्रम् अदन्त अङ्गस्य दीर्घत्वं यञादि सर्वधातुकप्रत्यये परे यञ् प्रत्याहार य वर ल ञमङण न छ भ. अतः षष्ठ्यन्तं दीर्घः प्रथमान्तं यञि सप्तम्यान्तं त्रिपदं सूत्रं तुरुस्तु शम्यम्मः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विदितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेश यस्मिन् विधिस्तदन्तदावल्ग्रहणे वार्तिकम् इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घ ञि सार्वधातुके अदन्त अङ्गस्य दीर्घत्वं भवति यदि यञादि सार्वधातुकप्रत्यये परे अस्ति. अत इति तपरकाल अस्ति तस्य अनुवृत्तिसत्रम् अतः इति तपरकालयोजनेन केवलं ह्रस्वकार एव गृह्यते. तत् षष्ठीविभक्ति भूत्वा तस्य परे कार्य तस्य स्थाने आदेशः भवति अङ्गस्य इति अङ्गमस्ति दीर्घ तस्य ह्रस्वकारस्य दीर्घत्वं भवति यञि यदि यञि सार्वधातुकप्रत्ययः परे अस्ति. यञि प्रत्याहारे आगच्छति यवरल अपि वर्गीय पञ्चम वर्णाः ञमङ्गल न झ भ अपि आगच्छति इति सूत्रं वदति. स योगः वही इत्येव अस्ति. निष्पन्नप्रत्ययः तु वही मही इत्येव अस्ति, आवहि इति नास्ति. तर्हि स प्लस् वही सावहि इति दीर्घत्वं भवति. स प्लस् सामहि केवलं उत्तमपुरुषे द्वितीय अपि बहुवचने आगच्छति, द्विवचने बहुवचने अतो दीर्घोणकस्य प्रसक्तिः भवति. सार्वधातुके कारण की वहि महि इति सार्वधातुकप्रत्ययम् अस्ति. तिङ् प्रत्ययः सार्वधातुकं भवति. त्रिंशत् सार्वधातुकमपि सार्वधातुकं भवति. अस्तु, लुङ् लकारे सर्वदा चिल् प्रत्ययविधीयते चिल् लुङि इति सूत्रेण. तदा चिलि चिलि लुङि इति सूत्रेण तदा चिलि स्थाने विभिन्ना आदेशाः भवन्ति. तेषु अन्यतमः अस्ति क्ल इति आदेशः, तस्य च स इति अवशिष्यते. उपस्तनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं स दृश्यते. सामान्यतया चिलि लुङि सूत्रेण चिलि प्रत्ययः आगच्छति, किन्तु विभिन्न चिलि स्थाने विभिन्न आदेशाः आगच्छन्ति. किन्तु अत्र श्ली श्ली शल इगु पदादि नट्वस अनेन सूत्रेण ये सप्तदश धातवः सन्ति तेषां प्रति केवलं स प्रत्यय आगच्छति चिल् स्थाने इति वयं पश्यामः. कर्मणि भावे चिन् भावकर्मणो इत्यनेन लुङ् लकारे आत्मने पदे प्रथमपुरुषे एकवचने त प्रत्यय परे सर्वेभ्य धातुभ्य चिन् प्रत्ययो भवति. प्रथमपुरुष एकवचने त अस्ति सिद्ध तिङ् प्रत्यय. तस्य लुङ् लकारे आत्मनेपदि प्रथमपुरुष एकवचने च प्रत्यये परे सर्वेभ्य धातुभ्य चिन् प्रत्ययो भवति. सर्वे चिन् प्रत्ययः अस्ति न साधु? एतावत् पर्यन्तं वयं तु अस्माकं सप्त ये प्रत्ययाः सन्ति वयं निष्पन्नप्रत्ययाः सन्ति दृष्टवन्तः. सत सातां सन्त सताः सातां सर्वं सी सावहि सामहि इति वयम् अवगच्छामः खलु, तावत्पर्यन्तम् अवगच्छामः. प्रथमं तु श्लीलुङ्गि अस्ति, अनन्तरं श्लेहे सिचिति औत्सर्गिकसूत्रं. किन्तु यत्र शलः शलन्तम् अङ्गं यत् इदुपदम् अङ्गम् अस्ति चेत् धातवः सन्ति चेत् ते अनिट् अपि धातुः अस्ति चेत् तर्हि तेषां तु शल इदुपदाद् अनिटः स इत्यनेन स इति प्रत्ययः आगच्छति इति वयं दृष्टवन्तः. किन्तु किम् इत्युक्ते अन्यविषयः अस्ति, नूतनविषयः अस्ति एतत्. यत्र भावक यत्र वयं लुङ्लकारे भावकर्मणोः विषये अस्ति खलु, लुङ्लकारे भावकर्मणोः विषये भावे वा भाववाचके वा कर्मवाचके स प्रत्ययः आगच्छति इति वयं तु जानीमः. स इति अग्रेपदितः प्रत्ययः अस्ति खलु, त प्रत्ययः आगच्छति. तर्हि यत्र त प्रत्ययः भवति तत्र नूतनविषयः अस्ति एतत्. तत्र सर्वेभ्यः धातुभ्यः वयं तु जानीमः यत्र सामान्यतया त प्रत्ययः भवति, तस्मात् पूर्वं सिच् वा स वा अन्यभिन्नभिन्नविकर्णप्रत्ययः आयन्ति. किन्तु त प्रत्ययस्य कृते एव केवलं प्रथमपुरुषे एकवचने त प्रत्यये परे सर्वेभ्यः धातुभ्यः चिन् प्रत्ययः भवति. सामान्यतया स त इति भवति स्म, अस्माकं सामान्यकार्यं तु स त सातां सन्त इति भवति स्म. किन्तु एकं सूत्रमस्ति चिन् भावकर्मणोः इति सूत्रेण स प्रत्यये भरे स न आगच्छति. स प्रत्ययं प्रबाद्य केवलं तत्र किं भवति, सर्वेभ्यः धातुभ्यः अपि तथैव कार्यमस्ति, अत्र चिन् प्रत्ययः भवति इति. अस्तु वा? चिन् भावकर्मणो च प्रत्यय विहाय सर्वे एकदश प्रत्यय तत्र आगच्छति. चिन् प्रत्ययप्रत्ययं नास्ति, भिन्नकार्यम् अस्ति. तर्हि अत्र चिन् इति यत्र वयं वदामः, चकार चकारस्य संज्ञा भवति केन सूत्रेण? चुटु चुटु इति सूत्रेण. आम्, अनन्तरं णकारस्य तेन इति कृत्वा इ इति अवशिष्यते अत्र. तर्हि श्लेहे भावकर्मणोः ते इति सप्तमी अस्ति खलु, तपरे इति ते इति सप्तमी विभक्त्याम् आगच्छति. अग्रे पश्यतु, किन्तु किं भवति इति भवति, तदनन्तरमपि अन्यत् कार्यमपि अस्ति तप्रत्यये परे, तदा चिनो लुक् इत्यनेन त शब्दस्य लुक् भवति इति दत्तमस्ति. अस्तु, केवलं प्रथमं एकवचने एव एतादृशं कार्यम् इति कृत्वा त शब्दस्य लुक् भूत्वा किं भवति, केवलम् इ इति अवशिष्यते. तर्हि रूपाणि भवन्ति इ सातां सन्त सताः सातां सद्वं सि सावहि सामहि इति प्रत्ययः. अस्तु अस्तु, पुष्पभगिनी अत्र चिनो लुक् इति सूत्रं पठति किं भगिनि? अस्तु भगिनि, चिनो लुक् भावकर्मणः चिनोलुक्. हा, चिनोलुक् इत्यनेन त शब्दस्य लुक्. ओके, चिनोलुक् चिनः उत्तरस्य त शब्दस्य लुक् भवति, अनेन इ एव अवशिष्यते. ओके, चिनः पञ्चम्यन्तं लुक् प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य चिनो लुक् अस्तु. चिन च तत्तु तदेव आगन्तुं शक्नोति न चिन्नः, नः नकारः गच्छति, ची च तु प्रत्ययस्य आगमः भवति चिन् भावकर्मः कर्मणोः इति सूत्रेण इकारस्य आगमः भवति, आगमनं भवति. अनन्तरं त प्रत्ययस्य लोपः अपि भवति चिनोलोक् इति सूत्रेण. ओ, प्रथमविभक्ति एकवचन एकवचने एव. तर्हि आहत्य पश्यामः चेत् रूपाणि कर्मण्यर्थे समानानि भवन्ति, केवलं कर्मणि रूपं विद्यते कुत्र विद्यते, प्रथमपुरुषे एकवचने एव रूपं विद्यते. केवलं तत्र एव चिन्भावकर्मणि अस्ति, केवलं भावकर्मणि. कर्तरि तु तस्य प्रसक्तिः नास्ति खलु, सामान्यतया तत्र शत सातां सन्त इति रूपाणि इति प्रत्याः कर्मणि भावे अस्ति, इ एव तिष्ठति, इ एव तिष्ठति. सातां सद्वं सीसावहि वाहि सामहि. अस्तु, अग्रे अपि पठामि. क्षकित् क्षकित् अतः कित् इति इत्यनेन गुणनिषेधः. अस्तु, गुणनिषेधः चिन्न गित् कित् न वा ङित्, अतः यत्तस्मिन् परे गुणनिषेधः नास्ति. क्षप्रत्यये परे कित्निति कित्निति इत्यनेन गुणनिषेधः, चिन् प्रति न आगच्छति, गुणनिषेधः नास्ति. तत्र पुगन्तलघुपदस्य इत्यनेन गुणगुणः भवति. अत्र लङ् लुङ् लुङ् अक्रोशि कृष्णातोः कृष्णातोः रूपाणि सन्ति अक्रोशि, तत्र गुणकार्यं कृष् ऊ तु ओ आगच्छति. अकृक्षताः स्मरन्ति किम् अत्र अकृक्षाताम् इत्यस्मिन् कार्यं किम् अस्ति इति? हा हा हा, षकारः भ्रष्टभ्रष्ट तद् कार्यं कृत्वा षकारः आगच्छति. मूर्धन्यषकारः आगच्छति, सा षकारस्य परे सकारः अस्ति सातां, तद्दु कषडोः कहसि इत्यनेन ककारः आगच्छति, परे स्तोः शुनाश्चुः न आदेशपते आदेशप्रत्ययोः इत्यनेन एन् प्रत्याहारात् कवर्गीयात् चापरे अपदान्तात् आदेशरूपी प्रत्ययावयोः वा अस्ति चेत् तस्य सकारस्य स्थाने शकारः सकारादेशः ककारः आगच्छ कः अस्ति तु भ्रष्टभ्रष्ट इत्यनेन अकृष् तु अत्र अकृक् इति आगच्छति परे सकारः अस्ति तथैव शकारः आगच्छति आदेशप्रत्ययोः इदानीं क्षकारः आगच्छति तत् किं सूत्रम् अस्ति मयि भगिनि ककारषकारस्य मेलनं मेलनं न मेलनम् अस्तु अस्तु सरला भगिनी अत्र मङ्गलवासरे एतद् न अवगतम् इदानीम् अवगतम् त्वमेव वक्तु उक्तं भगिनि त्वं उक्तं अस्तु भगिनि वदामि कोऽपि वदामि भ्रष्टभ्रष्ट सृज मृज यज राज भ्राजां शः भ्रश्च भ्रश्च सृज मृज यज राज सुपरिचितसूत्रमस्ति खलु अन्तिमवाक्यं भ्रष्ट अनुवृत्तिसहितसूत्रं भगिनि अनुवृत्तिसहितं चकारान्ताः शकारान्ताः चैषां धातूनां अन्तिमवर्णस्य स्थाने शकारादेशः भवति शलि झलि पदान्ते च अनुवृत्तिसहितसूत्रं भ्रष्टभ्रष्ट सृज मृज यज राज ब्राजच्छशां ब्राजच्छशां शः झलिपदस्य अन्ते च तदेव इदानीं वयं विवरणं कृतं न षडोः कः असि वदामि पठामि षडोः कः असि षकारे परे षकारस्य दकारस्य च ककारादेशः भवति षश्च दश्च तयोः इतरेतरद्वन्द्वः षडौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं सि एतद् सूत्रं स्वयं सम्पूर्णं षडोः कः असि आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यया आवयवयो वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने शकारादेशः भवति अनुवृत्तिसहितसूत्रम् इङ्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां निवसर्जनीयवायेपि एवमेव दिश् मृष् ऋष् ऋष् लिष् विष् ऋष् कृष् क्विष् द्विष् श्लिष् इत्येषां रूपाणि इति तत् भगिनी सरला भगिनी गते मङ्गलवासरस्य वर्गे कियत् पर्यन्तं वयं रूपाणि महोदय कुर्मः अरुणा भगिनी दिश् इत्यस्य रूपाणि केवलं रूपाणि वदति किं भगिनि भगिनि अद्रेषि अदेशि इति खलु अदेशि अदेशि अदे अदिक्षताम् अदिक्षताम् अदिच्छन्त अदिक्षताः अदिक्षताम् अदिच्छाताम् क्षम्यताम् अदिच्छद्वम् अदिक्षि अदिक्षावहि अदिक्षामहि उत्तमं भगिनि. अत्र दिष्टातोः कर्तरत्यपि रूपं वदतु भगिनि. किं भगिनि कर्तरर्थे आत्मनेपदीरूपं किं भवति इति? लुङ्लकारे अत्र ई इति प्रथमपुरुषे एकवचने एव रूपं विद्यते खलु. तत्र रूपं किं भवति? शत इति प्रत्ययः. अत्र तु स प्रत्ययः तु कित्तस्य इति कृत्वा पुनः गुणनिषेधः खलु. तर्हि अधिकशत इति आत्मनेपदीरूपं भगिनी सर्वे तकारः गच्छति न कर्तृत्वे तकारः अस्ति कर्मणि भावे अधिक्ष एव न अधिक्षि अधिक्षि भगिनि प्रश्नः कः आसीत्? मम प्रश्नः अस्ति सर्वे ये सप्तदशधातवः सन्ति हकार विहाय सर्वेषां मूर्धन्यशकारः अस्ति वा कालवीयशकारः अस्ति शाक्ताम् इति भवति स योजनेन साधु शातान् साधु सत्यं सत्यम् आं समानमस्ति अत्र किम् अस्ति इत्युक्ते किन्तु क्रोश् इति धातुः कृष् धातुः तु कृतवन्तः कृष् धातुः परस्मैपदे अस्ति इति कृत्वा एव अहं न पृष्टवती. केवलम् आत्मनेपदीरूपं वयम् अधुना पश्यन्तः स्मः खलु. किन्तु दिश् धातुः उभयपदी अस्ति इति कृत्वा तस्य कर्तृरूपं वयं साधितवन्तः. अग्रे मृष धातुः मणिमहोदय भवान् वदति किं मृष धातुः? अत्र अमर्क्षताम् अमर्क्षि समीपमस्ति अत्र गुणः भवति अमर्षि अमर्षि अमर्क्षताम् अमर्षञ्च एकवचन एव अमृक्षि अत्र गुणः एकवचने गुणः भवति आमर् इति भवति आमर्षि इति अमर्षि अनन्तरम् आतां न गुणः भवति ओ अस्तु अस्तु अमृक्षताम् अमृक्षन्त अनन्तरम् अमृक्षताः अमृक्षताम् अमृक्षत्वम् आतां महोदय भवान् अपि अमृक्षताम् इति अमृक्षार्ताम् अमृक्षार्ताम् अमृक्षत्वम् अनन्तरम् अमृक्षि अत्रापि गुणः न भवति अमृक्षावहि अमृक्षामहि. समीचीनमस्ति महोदय. एतदपि परस्मैपदी अस्ति इति कृत्वा वयं कर्तृरूपं न साधयामः. अत्र भगिनी वदति किं सरला भगिनी अत्र अरेषि ऋक्षाताम् अरिक्षत अरिक्षन्त अरिक्षथा अरिक्षाथाम् अरिक्षध्वम् अरिक्षि रक्षावहि रक्षामहि. उत्तमं भगिनि भवती कथं धातुपाठं पृष्टवती वा कः परस्मै अस्ति केवलम् आत्मनेपदे चिलि सूत्र सूत्राणि पश्य वयं अत्र भगिनी वाक्यमपि रचयति किम् अत्र ऋषिधातोः एकं भगिनी अहं अर्थं न जानामि अर्थं किं वदामि अहिंसायाम् इति मारण मारणे मारण अर्थे इति ऋषितु टु डेस्ट्राय् टु किल् इति अर्थः अस्तु रावण राम इति स्वीकृत्य वदतु अस्तु राम रामेण राजा रामेण रावण अरेषि अरेषि उत्तमं भगिनि रामेण रावणः अरेषि तथा एव अरुणा भगिनी वदति किं दिष्टातोः विषये दिष्यति इति अहं वदामि अर्थं न न न दिशधातोः दिशधातोः टु गिव् टु डोनेट् इति उत्सर्जने अतिसर्जने इति टु गिव् इति मृष्टातु दिश् उत्सर्जने टु गिव् उत्सर्जने मया भिक्षकः भिक्षकाय भिक्षकाय अदिच्छि भगिनि अत्र अदेशि इति भवति खलु मया भिक्षकाय भोजनम् अदेशि इति भवति खलु अदेशि एव नो चेत् बहुवचने वदति चेत् मया भिक्षकाय धनानि सम्पदः इति वक्तुं शक्यते सम्पदः इति बहुवचनं सम्पदः मणिमहोदय भवतः मृष्यति दातुः शक्यते भवान् वाक्यं महोदय प्रयत्नं करोमि महोदय रावणः मृष्यत्युक्ते महोदय मृदृश्यति इत्युक्ते टच् इति अर्थः मृष्यस्य मरणं महोदय न न न तु टच् इति आमर्षणे इति अर्थः आमर्षः आमर्षः इत्युक्ते टच् इति अस्ति महोदय तदेव अर्थः आमां दृश्यति पर्णः मया अमृषे श्रिङ्क् भवति कथं मया इति अमृक्षि इति भवति खलु वाक्यमिदं पर्णः मया अमर्षि अमर्षि भगिनि अमर्षि अमर्षि अमर्षि समये श्रिङ्क् भवति अतः सम्यक् वा मया पर्णः अमर्षि तदेव किं भगिनि ऋषिदातोः ऋषमर्थं किं भगिनि ऋषिदरूपाणि प्रथमं वदतु भगिनि रूपाणि ऋष अरोषि अरोषि अरुक्षताम् अरुक्षन्त अरुक्षथाः अरुक्षताम् अरुक्षध्वम् अरुक्षाथां हा तदेव अरुक्षाथाम् अरुक्षध्वम् अरुक्षि अरुक्षावहि अरुक्षामहि अर्थं किं भगिनि ऋष् किल् ऋष् अपि किल् ऋष् अपि किल् अस्तु. आण्ट् आण्ट् किं वदति भगिनि? पिपीलिका. मया पिपीलिका अरोषि. एवं भगिनि, किं वदामि? तत्तु वक्तुं शक्यते, मस्किटो इति वक्तुं शक्यते. You don't want it to go all over your house. वयं न कुर्मः, किन्तु तत्र आनयामः खलु, जनम् आनयित्वा वयं मारयामः. लिश् इति पुनः अरुणा भगिनी वदति किं? लिश् धातु लेशि अलेशि अले अलिश् अलिच्छताः अलिच्छाताम् अलिच्छध्वम् अलिच्छि अलिच्छावहि अलिच्छामहि. लिष्टातु गतौ विदत्तः धातुद्वयं वर्तते लिष्टातु कृतौ. एकं तु रेड्यूस् इति अपि अस्ति, नो चेत् गतौ इति, गच्छति इति अपि अस्ति. सम्यक्. टु रेड्यूस् वाट् भगिनि? किं रेड्यूस्? यू वाण्ट् टु से राइट्? एनीथिङ्ग्, एनीथिङ्ग् टु रेड्यूस्. ओके. गतौ आञ्जनेयेन लङ्का अलेशि लङ्का नगरम् अलेशि. अहं वदामि चेत् चन्द्रेण अलेशि इति रेड्यूस् इति अर्थे स्वयम् अलेशि खलु चन्द्रः चन्द्रेण स्वयम् अलेशि इति. विश्वधातुः विषये पश्यामः. अत्र इच्छन्ति किं भवन्तः यत्र कर्तरी यत्र परस्मैपदी अस्ति तस्यापि रूपं साधयितुम् इच्छन्ति किम्? एकवारं यत्र रूपं किं भवति इति साधु विश्वधातोः विषये पश्यामः वयम्. अस्तु भगिनी, अत्र मणिमहोदय वदति किं विश्वधातोः प्रथमम् आत्मपदी अत्र कर्मणि रूपं महोदय? अत्र गुणः भवति अहं चिन्तयामि. अवेक्षि अवेक्षाताम् अवेक्षञ्च अवेष्टि. सम्यकेव उक्तवान् महोदय, अवेक्षि इत्येव उक्तवान् महोदय. अवेक्षि इत्येव वदामि. अवेशि अवेक्षाताम् गुणकार्यं नास्ति महोदय, तदेव भगिनि सरला भगिनी कारितवती. अवेश्य गुण अवेक्षाताम् अवेक्षन्त अवेक्षताः अवेक्षताम् अवेक्षाताम् सर्वे अकारं अवीक्षाताम् अवीक्षत्वम् अवीक्षि अवीक्षावहि अवीक्षामहि. महोदय किमर्थं गुणः न गुणः न भवति? किमर्थम् इत्युक्ते मध्ये स प्रत्ययः आगच्छति खलु, साथामिति स प्रत्ययः क्रीदृशः प्रत्ययः महोदय? इक्स इति प्रत्ययः प्रथमस्य अधुना विश्वधातुः तु प्रवेशने इति अर्थः, एल्डर् इति अर्थः, विशति इति प्रविशति इति अर्थः. वाक्यं वदति किं महोदय? अर्थः किमस्ति प्रवेशने? विशति प्रवेशने आं भगिनि प्रविशति प्रवेशने यदा आचार्यः अवृषि वर्गे तदा छात्राः सर्वे उपविशन्ति उत्थितवन्तः अत्र कर्मणि प्रयोग भवति भवितव्यं खलु यदा आचार्येन वर्गम् अवेशि यदा आचार्येन वर्गम् अवेशि तदा छात्राः धन्यवादः महोदय अत्र कर्तृप्रयोगे अत्र परस्येपदिरूपं पश्यामः चेत् समानं भवति केवलं प्रत्ययस्य भेदः भवति स अनन्तरम् इत् इति प्रत्ययः भवति खलु अस्माकं लङ्गलकारस्य रूपाणि जानन्ति खलु इत् आताम् इन् सः केवलं विसर्गः आता अतं स अम् आव आम इति प्रत्ययः तदेव आगच्छति स इति अस्ति इति एव भेदः तर्हि सत् सातां सन् सः सतं सत सं साव साम इति कृत्या तर्हि अविक्षत् अविक्षाताम् अविक्षन् अविक्षः अविक्षताम् अविक्षत अविक्षम् अविक्षाव अविक्षामः तावदेव वेदः सरलमस्ति केवलं प्रथमपुरुषे एकवचन भिन्न भवति साधु कर्तरिप्रयोगे तत्र कर्तरिप्रयोगे परस्यपदिप्रत्ययाः सन्ति खलु परस्यपदि धातुः अस्ति इति कृत्वा परस्यपदिप्रत्ययः अत् आताम् इति ताम् अन् इति अस्ति खलु ओ सातां सन्त सर्वे आत्मनिपदिप्रत्ययाः सन्ति अत्र तु परस्यपदि कर्तरिप्रयोगे परस्यपदि किन्तु स प्रथमं योजनीयं साधु योजनीयं भवति आं सति तत्रापि इक्ष इति भवति समानम् अस्तु अन्यथा कार्यं समानं केवलम् अन्ते भिन्नं वर्तते परस्मैपदे अस्ति इति कृत्वा इत् ताम् इन् इति भवति अन् इति भवति अस्तु अस्तु अन् अस्तु अपठत् अपठताम् अपठन् इति अपठत पठताम् अपठन् अपठताम् अपठत अपठम् अपठावहि अपठामहि अपठाव अपठामः आगच्छति इति स्पृशति दातु सरला भगिन्याः क्रमः स्पृशति धातुः अस्ति भगिनि धातु किम् अस्ति स्पृशति स्पर्शने इति स्पृशति इति अग्रिमदातु भगिनि स्पृश् ओके स्पृश् इति भवति अस्पर्शि अस्पृष्टा अस्पृक्षाताम् अस्पृक्षन्त अस्पृक्षथा अस्पृक्षाथाम् अस्पृक्षध्वम् अपृक्षि अपृक्षावहि अस्पृक्षामहि उत्तमं भगिनि वाक्यं भगिनि वाक्यं भवति बालक बाल मात्रा बालः अस्पृशि अस्पर्शि अहम् इति आगच्छति मात्रा अहं मात्रा अहं अस्पृक्षि अस्पृक्षि इति अस्पृक्षि उत्तमं भगिनि कृष् धातुः पुष्पा भगिनि कृष् धातुः कृष् अत्र कृष् कृष् अथवा एतत् कृष् कृष् सपरेट् अस्ति पूर्वे पूर्वे कृतं तत्तु कृ कृ तत् कृष् अस्ति खलु कर्षणम् इति कृषति अकर्षि अकर्षि अकर्ष अकृक्षाताम् अकृक्षन्त अकृक्षताः अकृक्षाताम् अकृष्टध्वम् अकृक्षध्वम् अकृक्षि अकृक्षावहि अकृक्षामहि. अस्तु, कृष् तु तद् कृषिकरणं कुर्वन् फार्मर् कर्तरिप्रयोगे प्रथमं वदतु. कर्तरिप्रयोगे फार्मर् इति वदनेन किं वदामि भगिनि? कृषकः. कृषकः अकर्षत् कर्षति. ओ कर्षति, ओ लङ्लकारे वद लङ्लकारे कर्षति. कर्षति तत्तु लुङ् कर्मणि भावे. अधुना किं भवति? कर्मणि भावे कृषकः कृषकेन भूमिः अकर्षि अकर्षि. उत्तमं भगिनि, समीचीनं भगिनि. एकः प्रयोगे एकवचन प्रथमपुरुषे एकवचने सकार भवति, साधु सत्रमपि भवति, तत्र गुणः भवति, गुणस्य निषेधः भवति, साधु तत्र. आम् सत्यम्. आम् सत्यम्. सो एकैकम् प्रथमं सरला भगिनी वदन्ती अस्ति भगिनि, एकनिमिषम्. अकृक्षत इति भवति साधु कर्तरि प्रयोगे. अत्र अकृष् इति धातुः द्रष्टव्यं भगिनी. अत्र अकृष् इति धातुः आम् उभयपदि अस्मिपदिरूपम् अपि अस्ति इति कृत्वा पश्यामि चेत् अकृषत इति अकृक्षत इति. समी साधु भगिनि, समी साधुरूपम् औषधम् अस्तु. दृष्टा भगिन्याः प्रश्नः. कर्मणि प्रयोगे एक एव उपयुक्तं भगिनि कर्मणि प्रयोगे. खलु कृषकेन भूमिः अकर्षि अकर्षि कृषकेन किम् अस्ति भूमि इति द्विवचने भूमि भूमि अकृक्षाताम् अस्तु. अकृक्षाता. अनन्तरं कृषकेन भूमयः. अस्तु अस्तु. मध्यमपुरुषे मध्यमपुरुषे त्वम् इति भवति खलु. त्वम् इति कर्षणार्थे त्वम् इति कथं वक्तुं शक्यते? वसुधा हे भूमि कृषकेन त्वम् अकृक्षताः अकृक्षताः इति वक्तुं शक्यते. हे भूमि हे हे भूमि इति भूमि एव कर्तृपदं भवति खलु. तर्हि हे भूमि कृषकेन त्वं त्वम् इति भवति खलु मध्यमपुरुषे. कृषकेन त्वम् अकृक्षताः अकृक्षताः इति. भूमि भूमि भूमिः भूमिः इत्यस्य सम्बोधनरूपं किं भूमि इति एव अस्ति खलु. हरे भूमे इति भवति खलु. हे भूमे भूमे भूमि कृष्यति. कस्य क्रमः अस्ति? अरुणा भगिन्याः क्रमः. कृष्यति त्विश् अर्थः दीप्तौ दीप्तौ दीप्तौ प्रथमरूपं वदतु भगिनि. समयः अतीतः, शीघ्रं शीघ्रं. त्वेषि अत्वे अत्वि अत्विच्छताम् अत्विच्छाताम् अत्विच्छन्त अत्विच्छताः अत्विच्छाताम् अत्विच्छध्वम् अत्विच्छि अत्विच्छि अत्विच्छावहि वहि अत्विच्छामहि. वाक्यं चिन्तयतु, अग्रे भवत्या वक्तव्यं. भगिनी द्विष्यति धातोः महोदय मणिमहोदय वदति किं द्विष्यति धातोः विषये? अश्लिषि द्विष् द्विष् महोदय मध्ये अन्यत् अस्ति. द्विष्यति द्विष्यति भाव अकर्मकधातु भगिनि. आं भगिनि, सत्यं. सूर्यः अन्तिमधातु महोदय न महोदय, त्रिष्यति मध्ये अस्ति महोदय. अद्विषि अद्विक्षताम् अद्वेषि इति खलु, अद्वेषि गुणः भवति. अद्वेषि अद्विक्त अद्विक्षाताम् अद्विक्षन्त तन् अद्विक्षाताः अद्विक्षाताम् अद्विक्षाद्वम् अद्विक्षि अद्विक्षावहि अद्विक्षामहि. उत्तमं महोदय. द्विष्यति अर्थः अस्ति, एकनिमिषं भवति. द्विष्यत्यस्य अर्थः अस्ति द्वेषः इति, हेट् डिस्लैक् इति अर्थः. भवान् चिन्तयतु महोदय, वाक्यं चिन्तयतु, अनन्तरं द्वेषः महोदय द्वेषः द्वेषः इति एव अर्थः. आं सत्यं. भगिनी वाक्यं किम् आसीत् भगिनी भवत्याः? भगिनि सूर्य सूर्येण सूर्य एव सूर्येण सूर्येण अद्वेषि सूर्येण अद्वेषे अद्वेषि. अर्थं किं भगिनि? शैन् इति भगिनि. ओ शैन् दीपज्वालनम् इति अस्ति महोदय. भवतः वाक्यमस्ति चेत् वदतु, नो चेत् अग्रे वदतु. सरला भगिनी भवती वदति किं? श्लिष् इति धातु, श्लिष् धातु, अश्लेषि अश्लिक्षातान् अश्लिक्षत अश्लिक्षथा अश्लिक्षात् अश्लिक्षध्वम् अश्लिक्षि अश्लिक्षावहि अश्लिक्षामहि. भगिनी अहम् अर्थं न जानामि, श्लिष् अर्थं किमस्ति? वदामि भगिनि, अश्लिष् इति अत्र तु हग् इति अर्थे. न भगिनि, हग् इति एम्ब्रेस् हग् इति आलिङ्गने आलिङ्गने इति अर्थः. दृश्यति महोदय वदतु महोदय, भवतः मया मम दोषः न अद्विष्यति अद्विष्यति महोदय. पुनः अद्विष्यति कर्तरि कर्तृप्रयोगे वदतु महोदय प्रथमम्. अहं मम दोषः दोषं दोषम् इत्युक्ते किं? मित्रं क्षम्यताम्, अहं नाम जानामि. मित्रं मित्राय यत्र क्रोधः द्वेषः भवति तत्र चतुर्थी विभक्ति खलु. मित्राय इति भवति, तर्हि मया मित्राय न अद्विषि अद्वेषि न द्वेषि न अद्वेषि. उत्तमं महोदय, मया मित्राय न अद्वेषि. धन्यवादः भगिनि. पित्रा भाव अश्लेषि. उत्तमं भगिनि, अश्लेषि इति उत्तमं भगिनि, समीचीनम् अभवत् आम् अभवत्. इदानीं यथा कोरोना अस्ति, तो हगिङ्ग् इस् नाट् अलौड् लैक् पर्मिटेड् रुग्णकारणं भवति तत्र साधु. पिता पुत्रं तु अश्लेषणं कर्तुं शक्नोति. Hopefully they live in the same house. Hopefully they live in the same house. No, परन्तु लङ्लकारेण भवितुं शक्नोति. अत्र एकमपि वक्तव्यम् आसीत् मया, यत्र एते इक्स प्रत्ययस्य विधानं पश्यतु, तत्र तु कर्तरि कर्मणि इति किमपि नास्ति, सर्वत्र भवति, धातुम् अनुसृत्य सर्वत्र भवति, कर्तरि अपि भवति, कर्मणि अपि भवति. अवगतं किं? श्लेहे चिच् शल इगुपदात् अनितः सः इति सूत्रम्, यत् सूत्रद्वयमपि कर्तरिपि भवति, कर्मणि अपि भवति इति कृत्वा कर्तरीयत्वेपि प्रत्ययः केवलं कर्तृत्वप्रत्ययः आगच्छन्ति, किन्तु मध्ये सः इति प्रत्ययः आगच्छति. सरलमस्ति खलु? अस्तु. तर्हि एतेषां धातूनां वयं कर्तरि अपि रूपाणि जानीमः, कर्मणि अपि रूपाणि वयं जानीमः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.